पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 35 रम्भोवाच ब्रह्मा अव्यक्रसम्भूदस्तस्माज्जज्ञे प्रजापतिः अत्रिर्नाम स धर्मात्मा तस्य पुत्रो महामनः अङ्गो नाम अयं भद्रे नन्दनं वनमागदः इन्द्रस्य सम्पदं दृष्ट्वा लीलातेजसमुत्तमाम् कृता स्पृहा अनेनापि इन्द्रस्य सदृशे पदे ईदृश्यो हि यदा पुत्रो मम स्याद्धर्मसंयुधः सुश्रेयो मे भवेज्जन्म यशकीर्तिसमन्वितम् आराधितो हृषिकेशस्तपोभिर्नियमैस्तथा सुप्रसन्ने हृषिकेशे वरं याजितवानयम् इन्द्रस्य सदृशं पुत्रं विष्णुतेजः पराक्रमं वैष्णवं सर्वपापघ्नं देहि मे मधुसूदन दत्तवान् स तदा पुत्रमीदृश्यं सर्वधारकं तदा प्रभृति विप्रेन्द्रः पुण्यां कन्यां प्रपश्यति यथा त्वं चारु सर्वाङ्गी तथायं परिपश्यति येनं गच्छ वरारोहे अस्मात्पुत्रो भविष्यति पुण्यात्मा पुण्यधर्मज्ञो विष्णुतेजः पराक्रमः एतत्ते सर्वमाख्यातं तथाहं पृच्छिता त्वया अयं भर्ता भवत्यर्को भवेदेवनसंशयः सुशङ्खस्यापि यशापो वृद्धा सोऽभिभविष्यति अस्माज्जादे महाभागे पुत्रे धर्मप्रचारिणि भविष्यसि सुखी भद्रे सत्यं सत्यं वदाम्यहं सुक्षेत्रे कृषिकारस्तु बीजं वपदि तत्परः स तथा भुञ्जते देवि यथा बीजं तथा फलम् अन्यथा नैव जायेत तत्सर्वं सदृशं भवेद अयमेष महाभागस्तपस्वी पुण्यवीर्यवान् अस्य वीर्यात् समुत्पन्नो अस्यैव गुणसम्पदा युक्तपुत्रो महातेजा सर्वदेहभृदां वरः भविष्यति महाभाग्यो युक्तात्मा योगतत्त्वविद एवं हि वाक्यं तु निशम्य बाला रम्भाप्रियोक्तं शिवदायकं तद विचिन्त्य बुद्ध्येह सुनीतया तदा तत्त्वार्थमेतत् परिसत्यमेव हि इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने पञ्चत्रिंशोऽध्यायः ॐ